अस्तु, अधुना उद्देश्यविधेयभावः विशेषणविशेष्यभावः अनयोः मध्ये भेदः कः इति चर्चा प्रवर्तमाना अस्ति. तस्मिन् प्रसङ्गे अस्माभिः दृष्टमासीत् विशेषणविशेष्यभावस्थले समानलिङ्गत्वं, समानविभक्तिकत्वं, समानाधिकरण्यम् इति कृत्वा एकार्थबोधकत्वमपि सर्वं तु अस्ति एव, परन्तु मुख्यविषयः अस्ति विशेषणविशेष्यभावस्थले एकस्मात् बृहान् समूहात् एकं वस्तु अथवा एकः पदार्थः विशिष्यते विशेषणेन इति मुख्यः अंशः अस्ति विशेषणविशेष्यभावस्थले. उद्देश्यविधेयभावस्थले तादृशबृहान् समूहः तस्मात् एकस्य चयनम् अथवा एकस्य पृथक्करणम् इति वार्ता नास्ति, अपि तु उद्देश्यविधेयभावस्थले एकं विशिष्टवस्तु उद्दिश्य तस्मिन् कश्चन गुणः वा अथवा कश्चन धर्मः आरोप्यते इति उद्देश्यविधेयभावः आसीत्. विशेषणविशेष्यभावस्य सामान्य उदाहरणमस्ति सुन्दरः बालकः इति. तत्र कश्चन बालकः अस्ति, बालकानां समूहे एकः बालकः, सः बालकः विशिष्यते सौन्दर्यगुणेन इति कृत्वा सुन्दरः बालकः विशेषविशेषणभावस्य उदाहरणमस्ति. अपि च उद्देश्यविधेयभावस्य उदाहरणत्वेन अस्माभिः ज्ञातवाक्यं यदस्ति आधेयताश्रयः यज्ञदत्तः इति स्वीकृतम् आसीत्. तत्र तु आधेयताश्रयः यज्ञदत्तः इत्यस्मिन् एकः समूहः अस्ति यस्मात् यज्ञदत्तः पृथक्कृतः इति तु नास्ति. यज्ञदत्तः इति कञ्चन पुरुषम् उद्दिश्य तस्मिन् आधेयताश्रयत्वम् आरोपितमस्ति, अतः आधेयताश्रयः यज्ञदत्तः इति उद्देश्यविधेयभावस्य उदाहरणमस्ति. इदमपि दृष्टमासीत् यत् उद्देश्यविधेयभावस्थले विशेष्यनिघ्नता नास्ति कस्यचिदपि. इत्युक्ते इदानीं यज्ञदत्तः इति विशेषम् इति स्वीकुर्मः, यद्यपि सः नास्ति, तत्र विशेषणविशेष्यभावः नास्ति, परन्तु एवमेव स्वीकुर्मश्चेत् यज्ञदत्तम् अवलम्ब्य आश्रयः इत्यस्य लिङ्गं न भिद्यते. आश्रयः इति तु नियतलिङ्गकशब्दः एव. तर्हि आधेयताश्रयः उत्पीठिका अथवा आधेयताश्रयः लता इति यत्किमपि स्थापयतु उद्देश्यरूपेण, उद्देश्यरूपेण यत्किमपि स्थापयतु, तत्र तस्य आश्रयः इत्यस्य लिङ्गं न परिवर्तते इति कश्चन भेदः आसीत्. इदमपि दृष्टमासीत् यत् यत्र विशेषणविशेष्यभावः वर्तते तत्र कर्मधारयसमासः सम्भवति इति. सुन्दरः बालकः इति व्यस्तप्रयोगः अस्ति, सुन्दरबालकः इति समस्तपदमस्ति, यतोहि तत्र विशेषणविशेष्यभावः अस्ति. उदाहरणत्वेन सम्भावनापूर्वपदकर्मधारयसमासः स्वीकृतः आसीत्, तस्मिन् तु कादम्बरी इति ग्रन्थः इति अस्माभिः परिशीलितं. कादम्बरी इति ग्रन्थः इत्यस्मिन् कादम्बरीग्रन्थः अनयोः मध्ये समानलिङ्गत्वं नास्ति, किन्तु समानाधिकरण्यमस्ति, नाम समानविभक्तिकत्वम्, एकार्थबोधकत्वम्, अपि च ग्रन्थानां महान् समूहात् महत्समूहात् एकः ग्रन्थः पृथक्कृतः कादम्बरी नाम्ना, अतः तत्रापि विशेषणविशेष्यभावः अस्ति इति कृत्वा तत्रापि कर्मधारयसमासः सम्भवति. कर्मधारयसमासः तत्रैव भवति यत्र विशेषणविशेष्यभावः अस्ति. उद्देश्यविधेयभावस्थले तादृशविशेषणविशेष्यभावस्य अभावात् कर्मधारयसमासः अपि न सम्भवति इति परिशीलितम् आसीत्. अद्य अस्यैव विषये इतोपि गभीरचर्चा भवति. तर्हि स्थूलरीत्या अयमासीत् भेदः विशेषणविशेष्यभावः उद्देश्यविधेयभावयोः मध्ये. इतः अग्रे सरेम. तर्हि जयन्ती भगिनी पठितुम् इच्छति वा? प्रायः तर्हि कयोर्मध्ये कः भेदः इत्यस्मात् आरभ्य पठितुं शक्नोति इति चिन्तयामि. तर्हि तर्हि तयोर्मध्ये कः भेदः इति चेत् विशेषणविशेष्यभावः इत्यस्य अर्थः एव अर्थः एवं कश्चन समुदायः अस्ति, तस्मात् समुदायात् एकः पदार्थः भिद्यते, पृथक् क्रियते। शतं वृक्षाः सन्ति, तेषु एकः उन्नतः। अत्र अयम् एकः वृक्षः अन्येभ्यः वृक्षेभ्यः पृथक् क्रियते। रामः वक्तुम् इच्छति एकः वृक्षः श्वः कर्तनीयः इति, किन्तु वृक्षशब्दस्य कथनेन लोके सर्वे विद्यमानाः वृक्षाः गृह्यन्ते। अतः तस्मात् बृहत्तः समुदायात् कः वृक्षः इति व्यक्तीकर्तुं रामः यदा वदति मया श्वः यः वृक्षः कर्तनीयः सः उन्नतः, तदा अनेन अयम् एकः वृक्षः लोके अवशिष्टेभ्यः वृक्षेभ्यः पृथक् क्रियते। वृक्षसमूहात् अयं वृक्षः विशेषणीयः, येन पृथक् स्यात्, येन सर्वेषु वृक्षेषु अन्यतमः इति प्रकटीकर्तुं शक्नुयात् इति विशेषणविशेष्यभावः। अस्माकं प्रसङ्गः पूर्वस्मिन् परिच्छेदे आसीत्। रामः कश्चन कञ्चन वृक्षं दृष्ट्वा तस्य कर्तनं कर्तुम् इच्छति। भिन्नरीत्या वक्तुं शक्यते, विशेषणविशेषभावः अपि तु उद्देश्यविधेयभावयोः प्रदर्शनार्थम्। अत्र तस्य वाक्यं, रामस्य वाक्यमस्ति एषः वृक्ष, अत्र तु विशेषणविशेषभावस्य प्रदर्शनं विवरणं। बहवः वृक्षाः सन्ति, मया श्वः यः वृक्षः कर्तनीयः सः उन्नतः इति वाक्यं। तत्र स्पष्टतया तस्य आशयः अस्ति वृक्षसमूहात्, बहवः वृक्षाः सन्ति, वृक्षसमूहात् एकस्य वृक्षस्य पृथक्करणम् अस्ति, तेन पुनः तस्य कर्तनं भवितव्यम् इति तस्य आशयः। अतः अत्र समूहस्य समूहस्य निर्देशनं वा भगिनी तत्र इत्युक्ते निर्दिश्य समूहं, वृक्षसमूहं निर्दिश्य एकं वृक्षं विशिष्टरूपेण तस्य कर्तनं भवेत् इति तस्य आशयः। अतः समूहात् पृथक्करणस्य आशयः, अतः विशेषणविशेष्यभावः दृश्यते अत्र। तदेव अस्ति अत्र सारांशः। आम् आम् समीचीनं समीचीनं, स एव आसीत् सारांशः। तर्हि बृहतः समूहात् एकस्य पृथक्करणम् इति विशेषणविशेष्यभावः इति सारांशः अस्ति। समीचीनं, तर्हि अग्रे रामप्रिया भगिनी पठति वा? आम्। किन्तु वृक्षसमूहात् अन्यतमः वृक्षः पृथक् करणीयः इति नास्ति चेत्। एकनिमिषः एकनिमिषः भगिनी, कोऽपि अस्ति वा नूतनतया? पुष्पा भगिनि, कुत्र कुत्र पठति? किन्तु वृक्षसमूहात् इति पश्यति वा, यत्र स्थगितवन्तः गतवर्गे? लास्ट् पाराग्राफ् न भगिनी, रिफ्रेश् करोतु, रिफ्रेश् करोतु तत्र। हा, किन्तु वृक्षसमूहात् अन्यतमः इति अन्विषतु किञ्चित्। तदेव रामप्रिया भगिनी अधुना पठति। अस्तु रामप्रिया भगिनी। किन्तु वृक्षसमूहात् अन्यतमः वृक्षः पृथक् करणीयः इति नास्ति चेत् एकस्य परस्परज्ञातवृक्षस्य स्वरूपं रामः वर्णयितुम् इच्छति इति चेत् तर्हि अयं वृक्षः उन्नतः इति रामः वदति। नाम पुरतः सर्वैः जनैः कश्चन वृक्षः दृश्यते. तं वृक्षं दृष्ट्वा तस्य रूपं वर्णयितुम् इच्छति रामः. अहो एषः वृक्षः उन्नतः इति वदति सः. अत्र तु वृक्षस्य समूहात् एकं वृक्षं पृथक् कर्तुम् इच्छति इति न इच्छा इति न अपि तु पुरतः दृश्यमाने वृक्षे उन्नतत्वं विधीयते रामेण. पुरतः दृश्यमानं वृक्षम् उद्दिश्य उन्नतशब्देन उन्नतत्वं तस्मिन् वृक्षे विधीयते. अत्र यदा रामः वृक्षस्य विषये वर्णयितुम् इच्छति चेत् अयं वृक्षः उन्नतः इति यदा रामः वदति चेत् तस्य आशा इदं नास्ति यत् वृक्षसमूहात् एकं वृक्षं पृथक् करणीयम् इति न, परन्तु एकः एव वृक्षः उद्दिश्य तस्य वदनम् एतत् अस्ति, एषः वृक्षः उन्नतः इति. आमामां भगिनि, तदेव अस्ति. परस्परज्ञातवृक्षः इत्युक्ते भवती यथा उक्तवती एकं ज्ञातवृक्षम् उद्दिश्य किं वदति? ज्ञातवृक्षम् उद्दिश्य एतद् उन्नतः, एषः वृक्षः उन्नतः इति वदति. एकमेव वृक्षम् उद्दिश्य तस्य वचनम् एतत् अस्ति. बृहत् समूहस्य पृथक्करणं तस्य इच्छा नास्ति. आमां सत्यम्. अस्तु तर्हि अग्रे नाम पुरतः इति नाम पुरतः सर्वैः जनैः कश्चन वृक्षः दृश्यते. यदा सर्वैः जनैः अत्र अस्ति चेत् एते सर्वे अपि तद् वृक्षं दृश्यते, तदा एतद् सः वदति अहो एषः वृक्षः उन्नतः इति तस्य वर्णनं करोति सः तं वृक्षं दृष्ट्वा. अत्र तु वृक्षस्य समूहात् एकं वृक्षं पृथक् कर्तुम् इच्छा नास्ति. आम्, तस्य एकं वृक्षं पृथक् करणीयम् इति कोऽपि इच्छा नास्ति. तस्य एकं वृक्षस्य विषये एव तद् सः वदति. अपि तु पुरतः दृश्यमाने वृक्षे उन्नतत्वं विधीयते रामेण. तत्र उन्नतत्वम् इति गुणः तद् विधीयते, रामः विधीयते तत् वृक्षे. पुरतः दृश्यमानं वृक्षम् उद्दिश्य उन्नतशब्देन उन्नतत्वं तस्मिन् वृक्षे विधीयते. आम्, उन्नतत्वम् इति गुणः वा धर्मः वा तद् विधीयते रामेण. समीचीनमस्ति. तर्हि अत्र एकः वृक्षः लक्ष्यीकृतः, लक्ष्यरूपेण स्वीकृतः, पुरतः अस्ति इति ज्ञातं, तस्मिन् उन्नतत्वम् इति धर्मः विधीयते. समीचीनम् इति अस्ति. विशेषणविशेषभाव उद्देशविधेयभावयोः मध्ये भेदः अयमेव. अस्तु अग्रे सुनीलमहोदय. आहत्य उत्तमः वृक्षः अपि च अयं वृक्षः उत्तमः अनयोर्मध्ये भावः अयः. अयं वृक्षः उत्तमः इत्यस्मिन् उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः. उत्तमः वृक्षः इत्यस्मिन् विशेषणविशेष्यभावः. आश्रयः यज्ञदत्तः इत्यस्मिन् केवलम् उद्देश्यविधेयभावः भवति. अत्र तु विशेषणविशेष्यभावः न सम्भवति, यतोहि बहवः यज्ञदत्ताः तादृशः यज्ञदत्तसमूहः नास्ति. सर्वेषु यज्ञदत्तेषु अयम् अन्यतमः विशिष्टः इति न अर्थः, अपि तु केवलम् अत्र एकस्य यज्ञदत्तस्य स्वरूपं कथयामः. यज्ञदत्तः इति अस्माकम् उद्देश्यः तम् उद्दिश्य विशिष्टधर्मम् आरोपयामः विदद्मः. अत्र इदानीं वाक्यद्वयमस्ति, उत्तमः वृक्षः अनन्तरम् अयं वृक्षः उत्तमः इति. अत्र अनयोर्मध्ये भिन्नभावः अस्ति इति. अयं वृक्षः उन्नतः इति वाक्ये उद्देश्य विधेयभावः अस्ति, विशेषणविशेषभावः नास्ति इति. परन्तु उत्तमः वृक्षः इति वाक्ये विशेषणविशेषभावः एव अस्ति इति, इत्युक्ते उत्तमः इति विशेषणमस्ति, वृक्षः इति विशेषम् अस्ति इति. पुनः अत्र आश्रयः यज्ञदत्तः इति वाक्ये अपि केवलम् उद्देश्यविधेयभावः भवति, विशेषणविशेषभावः नास्ति इति. इत्युक्ते अत्र बहवः यज्ञदत्ताः न सन्ति, अथवा यज्ञदत्तसमूहः अपि नास्ति इति. तदेव अस्ति अत्र. अनन्तरम् केवलम् अत्र एकस्य यज्ञदत्तस्वरूपं कथयामः. अत्र केवलम् एकस्य यज्ञदत्तस्य कार्यमेव अत्र वदामः. अतः अत्र पुनः वाक्यम् उत्तमः वृक्षः सम्यक् आश्रयः यज्ञदत्तः इति वदामः चेत् अत्र उद्देश्य विधेयभावः एव भवति इति. यतोहि अत्र यज्ञदत्तानां समूहः इति तु नास्ति इति भवता उक्तमेव. एकः एव यज्ञदत्तः, तम् उद्दिश्य तस्मिन् किम् आरोपयामः? तत्र आश्रयत्वम् आरोपयामः. हा, समीचीनम्. आश्रयत्वम् इति विशिष्टधर्मम् आरोपयामः इति कृत्वा तत्र उद्देश्यविधेयभावः. अत्र एतदपि वक्तव्यम् अस्ति यत् अयं वृक्षः उत्तमः अपि च उत्तमः वृक्षः इति तत्र उभयोः वाक्ययोः एते एव पदे स्तः, उत्तमः अपि च वृक्षः. परन्तु तत्र सूक्ष्मभेदः तु वर्तते एव. एकवारं यदा अयं वृक्षः इति कथयामः तदा एकः वृक्षः चितः अस्ति अयम् अथवा एषः इत्यनेन, इत्युक्ते एकः विशिष्टवृक्षः स्पेसिफिक् भवति अयं वृक्षः इत्यनेन कथनेन. तस्मिन् किम् आरोपयामः सुनीलमहोदय? अत्र उन्नतत्वम् उत्तमत्वम् आरोपयामः. हा, समीचीनं. तर्हि उत्तमः वृक्षः इत्यस्मिन् अत्र विशेषण विशेषभावः अस्ति, उत्तमः इति विशेषणं भवति वृक्षस्य. हा, किमर्थं तथा? तत्र वृक्षसमूहः भवति इति कारणेन समूहात् पृथक् कर्तुम् उत्तमः इति विशेषणं भवति. हा, बहु समीचीनम् इति एव वार्ता अस्ति. यद्यपि तत्र वृक्षः उत्तमः उभयोः वाक्ययोः अस्ति, तथापि तत्र सूक्ष्मभेदः वर्तते एव इति. अस्तु, अग्रे सरेम. सरला भगिनि. अस्तु भगिनि. एतादृशेषु स्थलेषु नाम यत्र उद्देश्यविधेयभावः भवति तत्र कर्मधारयसमासः न भवति. वाक्यम् एव तत्र व्यस्तप्रयोगः भवति विशेषणविशेषस्य भावात्. एषा महिला मम मित्रम्, अत्र न कोऽपि समासः सम्भवति. अधुना आश्रयः इति शब्दनियतलिङ्गम् इति भिन्नविषयः, स एव विशेषणविशेषभावस्य कारणं नास्ति. उत्पीठिका भवतु, यज्ञदत्त भवतु, आसनं भवतु, अत्र यद्वस्तु गणननीयम् अस्ति तत् अस्माभिः सर्वैः ज्ञातम् इति कारणतः, वस्तुसमूहः नास्ति इति कारणतः उद्देश्यविधेयभावः एव अस्ति, न तु विशेषणविशेषभावः, तस्मात् न कर्मधारय. इदानीं विशेषणविशेषभावः उद्देश्यविधेयभावतयोः मध्ये कः भेदः अस्ति? एकं भेदः अस्ति विशेषणविशेषभावतयोः मध्ये समासः भवति, समस्तं पदं भवति, कर्मधारयसमासः भवति. किन्तु उद्देश्यविधेयभावतयोः मध्ये समासः न भवितुं शक्नोति, अतः कर्मधारयसमासः च सम्भवना न भवति. कथं उद्देशविधेयभाव वयं व्यस्तप्रयोगं विग्रहप्रयोगं कुर्मः अस्तु सत्यं सत्यं भगिनि व्यस्तप्रयोगः इत्युक्ते विग्रहवाक्यरूपेण एव वदामः उद्देशविधेयभावस्थले अत्र उदाहरणमस्ति एषा महिला मम मित्रम् अत्र एषा महिला उद्देशः अस्ति ज्ञानमस्ति महिलायाः एषा महिला तां मित्रत्वं विधीयते अतः उद्देशविधेयभावः भवति अत्र कोऽपि तस्यां मित्रत्वं विधीयते समीचीनम् अतः उद्देशविधेयभावः भवति समासः सम्भवति तदेव आश्रयशब्दः अपि नियतलिङ्गम् अस्ति नियतलिङ्गम् इत्युक्ते तस्य लिङ्गं न परिवर्तते यदि उद्देश पुल्लिङ्ग वा नपुंसिङ्ग वा स्त्रीलिङ्ग अस्ति उद्देश कोऽपि अस्ति कोऽपि विधीयते तस्य लिङ्गं न परिवर्तते उद्देशः इति यः कोऽपि अस्ति महिला यज्ञदत्तः इति विधेयः इत्युक्ते धर्मः एषा महिला मम मित्रम् अत्र विधेयः कः मित्रत्वं हा समीचीनं भगिनि मित्रत्वम् इति सो उत्पीठिका आश्रय यद् यद् आश्रय अपि च अधुना भवती यद् एकनिमिष भवती यद् उक्तवती नियतलिङ्गविषये हा भवती उक्तवती यत् आश्रयः नियतलिङ्गः इति खलु यथा मित्रम् अपि नियतलिङ्गः इति तर्हि सः एकं तदेकमेव कारणमस्ति वा नियतलिङ्गत्वम् इति उद्देशविधेयभावस्य कारणम् आम् एते भावः अस्ति गुणः अस्ति तस्य नियतलिङ्गं भवति तर्हि तद् वाक्यं पठतु अधुना अधुना आशय इति शब्दनियतलिङ्ग इति भिन्नविषय यज्ञदत्त उद्देशः अस्ति आश्रयत्वं इत्युक्ते भवती गतवर्गे पृष्टवती खलु कादम्बरी इति ग्रन्थः तत्रापि लिङ्गभेदः अस्ति खलु अस्ति परन्तु तथा सत्यपि तत्र लिङ्गभेदः सन्नपि विशेषणविशेष्यभावः सिद्ध्यति किल तदर्थमेव उक्तं नियतलिङ्गः अस्ति आश्रयः इति भिन्नविषयः सः नियतलिङ्गः भवतु न वा इति वार्ता भिन्नः परन्तु सः एव निर्धारकः नास्ति नियतलिङ्गत्वम् इति एव निर्धारणाय केवलं तदेव एकं कारणम् इति नास्ति मूलविषयः अस्ति विशेषणविशेष्यभावस्थले समूहात् एकस्य पृथक्करणम् इति आधारः विशेषणविशेष्यभावस्य इति यदि उद्देश्य उत्पीठिका भवतु यज्ञदत्त भवतु आसनं भवतु एक यद् वस्तु वर्णनीयम् अस्ति तदा तत् अस्माभिः सर्वे ज्ञातम् इति कारणतः वस्तु समूहः नास्ति इति कारणतः उद्देशविधेयभावः एव अस्ति न तु विशेषणविशेषं भावः यथा भवती उक्तवती इदानीं उद्देशभाव विशेषभावयो मध्ये वैलक्षणमस्ति विशेषण पृथक् समूहात् पृथक् करोति किन्तु उद्देशभाव एतत् पृथक् न करोति वयं जानीमः कः उद्देशः अस्ति तं तस्यां वयं विधेयभाव तस्मिन् तस्मिन् विधेयभाव विद्मः विधेयं विदद्मः इति. अस्तु, अतः तस्मा कर्मधारयसमासः न भवति तत्र. हा, समीचीनमस्ति, यतोहि उद्देशविधेयभावस्थले विशेषणविशेष्यसम्बन्धः नास्ति इति कृत्वा कर्मधारयः नास्ति. अस्तु, तर्हि अस्माभिः गतवर्गे कर्मधारयस्य विषयः एवमेव चर्चितः, इत्युक्ते स्थूलरीत्या. अधुना तस्य विषये इतोपि गभीरचिन्तनं भवति अग्रे. अस्तु, लक्ष्मी भगिनी पठति वा? लक्ष्मी भगिनी, क्षम्यतां भगिनि, आसम्. अत्र किञ्चित् तत्सम्बन्धशास्त्रीयचिन्तनं, केचन प्रश्नाः. तत्पुरुषः समानाधिकरणः धारयः इति एकमेव कर्मधारय संज्ञाविधायकं सूत्रम् इत्युक्तम्. अनेन एकेन सूत्रेण नवानामपि प्रकाराणां कर्मधारयसमासानां कर्मधारयसंज्ञा भवति. अस्मिन् सूत्रे च समानाधिकरणः इत्युक्तं नाम याभ्यां पदाभ्यां समस्यते द्वयोः पदयोः समानाधिकरण्यं वर्तते चेत् उत्पन्नस्य समासस्य कर्मधारयसंज्ञा भवति. यत्र विशेषविशेष्यभावः अस्ति तत्र द्वयोः पदयोः समानाधिकरण्यम् अस्ति एव. कर्मधारयसमासस्य नवसु अपि प्रकारेषु विशेषणविशेष्यभावस्य कश्चन अक्षः भवति, तदर्थं सामानाधिकरण्यमपि अस्ति, तदर्थं च कर्मधारयसंज्ञा. अस्तु, इतः पर्यन्तम् उद्देश्यविधेयभावः विशेषणविशेष्यभावः अनयोः मध्ये कः भेदः इति किञ्चित् चर्चा अभवत्. इदानीं शास्त्रीयरीत्या पश्यामः. तत्र तत्पुरुषः समानाधिकरणः कर्मधारः इति पाणिनीयसूत्रं कर्मधारयसंज्ञाविधायकसूत्रमस्ति. अत्र अस्मिन् सूत्रे कर्मधारयसमासे पूर्वं दृष्टवन्तः कर्मधारयसमासे नवविधकर्मधारयसमासाः सन्ति. प्रत्येकं प्रत्येकं समासः तत्र विशेषणविशेष्यमासः इत्युक्ते द्वयोः पदयोः एकार्थबोधकार्थं मेलनं भवति. एकार्थबोधकत्वम् इति केवलं कर्मधारयस्थले, परन्तु प्रायः भवती वक्तुम् इच्छति यत् समासः इत्युक्ते द्वयोः अथवा द्व्याधिक अधिकानां पदानां समसनम् अथवा मेलनम् इति. आमां, सत्यं. तत्र आम् सत्यं. तत्र कर्मधारयसमासे द्वयोः पदयोः समानाधिकरणः इति तयोः समानाधिकरणः इति तयोः निमित्तम् इति वक्तुं शक्नुमः. सत्यं सत्यं, हा, समीचीनं भगिनि, निमित्तमेव. समानाधिकरण्यं वर्तते चेत् याभ्यां पदाभ्यां समस्यते तयोः मध्ये समानाधिकरण्यं भवति एव, तदा इदं सूत्रं कार्यं करोति. समानाधिकरण्यम् इत्युक्ते समानलिङ्गं, समानवचनं, समान तर्हि समानलिङ्गम् इति प्रायः न वक्तुं शक्यते, यतोहि कादम्बरी इति ग्रन्थः तत्र समानलिङ्गं न आसीत् खलु. तथापि समानाधिकरण्यम् अस्ति इति वदामः, तर्हि समानाधिकरण्यम् इत्युक्ते किं स्मरति वा? अस्मिन् करपत्रे वा आसीत् केवलं पूर्वम् उक्तवती भवती समानविभक्ति समानविभक्तिकत्वं समानविभक्ति अपि च समान समानविभक्ति केवलं समानविभक्ति समानविभक्ति अपि च एकार्थबोधकत्वम् इति अपि उक्तवती खलु हा समानविभक्तिकत्वम् अपि च एकार्थबोधकत्वं यत्र स्तः तत्र समानाधिकरण्यम् इति उच्यते. तर्हि एकार्थबोधकत्वम् इत्युक्ते किम् इति किञ्चित् ज्ञायते वा? अत्र एकः पदः यदि अन्यपदस्य विशेषणरूपेण अस्ति चेत् तत्र द्वयोः मिलित्वा एकमेव अर्थः भवति. तर्हि उन्नतः बालकः इति वदामि चेत् उन्नतः बालकः गच्छति इति वदामि इति चिन्तयतु. अस्तु, तत्र उन्नतबालक उभयोः मेलनेन उन्नतबालक इति अभवत् समासः. तर्हि उन्नतः इत्युक्ते अपि बालकः, बालकः इत्युक्ते अपि बालकः तस्मिन् प्रसङ्गे, तस्मिन् वाक्ये. शास्त्रीयरीत्या वदामश्चेत् तत्र औन्नत्यम् अथवा उन्नतत्वम् अपि च बालकत्वम् इति धर्मद्वयमपि बालके अस्ति इति कृत्वा उन्नतः अपि च बालकः द्वाभ्यामपि एकः एव बालकः बोधितः भवति इति कृत्वा एकार्थबोधकत्वम् अस्ति तत्र. अस्तु, तर्हि समानाधिकरण्यम् इत्युक्ते समानविभक्तिकत्वम् एकार्थबोधकत्वम्. हा, समीचीनं. तादृशस्थले तादृशस्थले कर्मधारयसमासः भवितुम् अर्हति. एक कर्मधारय तादृश कर्मधारसंज्ञा संज्ञा इति यदा तत् समस्तपदं कर्मधारयसंज्ञा प्राप्नोति. अपि च यत्र विशेषणविशेष्यभावः अस्ति तत्र द्वयोः पदयोः समानाधिकरण्यम् अस्ति एव. साधारणतया तत् भवति एव विशेषण यत्र विशेषणविशेष्यभावः अस्ति. किमर्थं चेत् समानविभक्तिकत्वम् अस्ति एव, एकार्थबोधकत्वमपि अस्ति. अतः यत्र विशेषणविशेष्यभावः अस्ति तत्र द्वयोः पदयोः समानाधिकरण्यं. कर्मधारयसमासस्य नवसु अपि प्रकारेषु विशेषणविशेष्यभावस्य कश्चन अंशः भवति. तदर्थं समानाधिकरण्यमपि अस्ति. तदर्थं च कर्मधारयसंज्ञा नवसु अपि ते नव विध समासाः इति इदानीं न आवश्यकं किल? प्रायः जानीयुः एव सर्वे, स्मरति खलु? सम्भावना, पूर्वपद, उपमानोत्तर उपमान, पूर्वपद इत्यादयः. किन्तु तेषु प्रसिद्धः अस्ति विशेषणपूर्वपद इति, उन्नतः बालकः, उन्नतबालकः, सुन्दरबालकः तथा. प्रसिद्धः तु सः एव समासः. अस्तु, तत्र नवसु नव नव तत्र नवविध प्रकारेषु अपि विशेषणविशेष्यभाव अस्ति एव. इत्युक्ते तत्र कश्चन अंशः भवति कश्चन इत्युक्ते तत्र परम्परागतरीत्या विशेषणविशेषभावः इत्युक्ते किं? यदि यदा भवती उक्तवती आरम्भे एव लिङ्गं वचनं सर्वं समानम् इति खलु, यल्लिङ्गं यद्वचनं या च विभक्ति तेन श्लोकेन, पारम्परिकरीत्या तादृशविशेषणभावः मन्यते चेदपि इदानीं कादम्बरी इति ग्रन्थः इत्यस्मिन् समानलिङ्गत्वं नास्ति, किन्तु विशेषणविशेषभावस्य अंशः अस्ति एव. यतोहि ग्रन्थसमूहात् एकः कादम्बरी नामकग्रन्थः पृथक् कृतः इत्यस्मात्. तदर्थं विशेषणविशेष्यभावः अस्ति. यद्यपि शास्त्रीयरीत्या विशेषणविशेष्यभावः न वक्तुं शक्यते, भावः अस्ति. तदर्थं समानाधिकरण्यम् इति. सत्यं, समीचीनं. समानाधिकरण्यम् अस्ति चेत् समानाधिकरण्यम् अस्ति चेत् कर्मधारसंज्ञा भवति. समीचीनं. समानाधिकरण्यम् अस्ति तत्र, तदर्थं कर्मधारयसमासः सम्भवति अनेन सूत्रेण, तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण इति अस्ति. इतः अग्रे उद्देशविधेयभावस्थले एतत् सूत्रं कार्यं करोति न वा इति परिशीलनं भवति. अस्तु, तर्हि अग्रे सरेम. सावित्री भगिनी. अधुना यत्र उद्देश्यविधेयभावो भवति तत्र कर्मधारयसमासो न भवति इत्युक्तम्. किन्तु यत्र उद्देश्यविधेयभावो भवति तत्र द्वयोः पदयोः समानाधिकरण्यम् इति तु अस्ति. उद्देश्यविधेयभावे सति समानाधिकरण्यं भवति चेत् किमर्थम् अत्रापि तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण कर्मधारयसमासः न स्यात्? अस्तु, अत्र उद्देश्यविधेयभावस्य वर्णनं. यत्र उद्देश्यविधेयभावः भवति तत्र किमर्थं कर्मधारयसमासः न भवति इत्यस्य उत्तरम् अग्रे प्राप्नुमः इति मन्ये. यत्र द्वयोः पदयोः समानाधिकरण्यम् अस्ति तत्र किमर्थं एतत् सूत्रं तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रं किमर्थं कार्यं न करोति? यथा पूर्वम् अस्माभिः दृष्टम्, उद्देश्यविधेयभावस्थले अपि समानाधिकरण्यं भवति एव. यथा अयं वृक्षः उन्नतः, तत्र वृक्षः उन्नतः द्वयोः समानविभक्तिकत्वम् अस्ति, अपि च एकार्थबोधकत्वमपि अस्ति. परन्तु तत्र किमर्थम् एतत् सूत्रं कार्यं न करोति इति प्रश्नः. परन्तु भगिनी, अत्र मम किञ्चित् समस्या अस्ति. उद्देश्यविधेयभावः इति तु अन्वय दृष्ट्या विशेषणविशेष्यभावात् भिन्नम् अस्ति, अन्वयरीत्या एव. वाक्यस्तरे कथं निर्णयं कुर्मः इत्युक्ते किं वक्तुम् इच्छामः इति दृष्ट्वा एव वदामः. अत्र समासस्य विषयः भिन्नः खलु. यथा अयं वृक्षः उन्नतः, अत्र अस्माकम् इच्छा अस्ति, यथा अत्र लिखितमस्ति अपि, वृक्षं स्वीकृत्य इतोपि किञ्चित् गुणम् आरोपयामः. परन्तु तत्र विशेषणविशेष्यभावः अस्ति एव. समासस्य विषयः भिन्नः खलु. एकनिमिष, तत्र अयं वृक्षः उन्नतः इत्यत्र विशेषणविशेष्यभावः अस्ति इति वदति वा भवती? मामि विशेषणविशेष्यभावः पदयोः मध्ये अस्ति एव, परन्तु अर्थं दृष्ट्वा विशेषणविशेष्यभावः नास्ति. एकस्मिन् वस्तौ एकं गुणं स्थापयामः अथवा आरोपयामः. एकमस्ति व्याकरणदृष्ट्या विशेषणविशेष्यभावः भवति, परन्तु अन्वयदृष्ट्या तथा न भवति. तर्हि विशेषणविशेष्यभावः इत्यपि सत्यम्, अन्वयदृष्ट्या इत्युक्ते क्रमः वा, पदानां क्रमं दृष्ट्वा भवति न वा? पदानां क्रमः न, वाक्यस्य अर्थं किमर्थम् एतद् वाक्यं वदामः, अयं वृक्षः उन्नतः, तत्र अस्माकं एकं वृक्षः एव उद्दिश्य किञ्चित् अन्यत् नूतनगुणं वा धर्मं वा स्थापयामः अथवा इतोपि किञ्चित् वर्णयामः, परन्तु यत्र उन्नतः बालकः तत्र भिन्न अर्थः अस्ति मम हा प्रायः अस्मिन्नेव करपत्रे अन्ते आगच्छति किञ्चित् भिन्नता अस्ति, तर्हि कथम् इति अग्रे आगच्छति. एकं तु वयं जानीमः एव समूहात् एकस्य पृथक्करणम् इति विशेषणविशेष्यभावः खलु. तर्हि अयं वृक्षः उन्नतः इत्यत्र तथा नास्ति इति मुख्यविषयः. अधुना भवत्याः प्रश्नः अस्ति समसनं किमर्थं नास्ति इति. अयं यथा अयं वृक्षोन्नतः इति किमर्थं न वदामः तथा किञ्चित् खलु. परं अस्तु, अहम् अवगच्छामि यत् लिखितमस्ति अत्र, परन्तु अथवा यद् यज्ञदत्तः किमासीत्, हा आश्रयः यज्ञदत्तः, तत्र तु उन्नतः बालकः इव अस्ति, उन्नतः विशेषणपूर्वम् अस्ति. तर्हि उन्नतबालकः तत्र समासः भवति, किन्तु यज्ञदत्त आश्रयः यज्ञदत्तः अनयोः मध्ये समासः किमर्थं न स्यात् इति भवत्याः प्रश्नः. किमर्थं न स्यात् इति न, मम विषयः मम चिन्तनम् अस्ति अत्र वाक्यरचना कथं भवति, वक्तुः किं वक्तुम् इच्छति तत्र, समानाधिकरण आश्रयः यज्ञदत्तः, यज्ञदत्ते किञ्चित् इतोपि नूतनगुणं स्थापयितुम् इच्छति, अत्रापि तथैव अयं वृत्तः उन्नतः. व्याकरणदृष्ट्या किमपि न वदामि अत्र, मम चिन्तनम् अस्ति अन्वय वाक्यस्य रचना यदा कुर्मः विवक्षानुगुणं भवति तत्र व्याकरणस्य, इतोपि अग्रे गत्वा वदामः अस्तु अत्र विशेष समासः भवति अत्र न भवति, परन्तु प्रथमं समासस्य विषयं सत्यं तत् समासस्य विषयः आरम्भे न आगच्छति एव. तदर्थम् अधुना, परन्तु सः प्रश्नः उदेति, अधुना किम् उक्तं, प्रथमे परिच्छेदे एव उक्तमासीत् यद्भवती अपि पठितवती, सामानादिकरण्यम् इत्यतः कर्मधारयः, तदा प्रश्नः आगच्छेत् खलु. आश्रयः आश्रयः यज्ञदत्तः, उभयोः मेलनं कृत्वा आश्रय यज्ञदत्तः इति किमर्थं न वक्तुं शक्यते इति. तस्य प्रश्नस्य उत्तरत्वेन एतत् सर्वं स्थापितमस्ति इति. अस्तु किन्तु अत्र उद्देश्य विधेयभावः अस्ति तत्र सामानधिकरण्यम् अस्ति इति कथं वक्तुं शक्नुमः इत्युक्ते तत्र एकार्थबोधकत्वम् अस्ति अपि च समानविभक्तिकत्वम् अस्ति, किन्तु अस्माकं कर्मधारय समासः यत्र समानाधिकरणम् अस्ति तत्र भवति इति सूत्रं वदति, तत्र इतोपि एकः अंशः संज्ञायाम् आवश्यकम् इत्युक्ते समुदायात् पृथक् करणीयम् इति भावः अपि तत्र भवेत्, नो चेत् समस्तपदं न भवति इति, तदपि कण्डीशन् भवेत्. समीचीनं भगिनि, चिन्तनं बहु सम्यक् अस्ति. अस्मिन्नेव करपत्रे अग्रे गत्वा तस्यापि उत्तरं परिहारः दीयते. सामानादिकरण्यं तु अस्ति एव यथा भवत्या उक्तम्, उद्देश्यविधेयभावस्थले अपि तथा अस्ति किल, समानविभक्तिकत्वम् एकार्थबोधकत्वं, परन्तु समासः न भवति, किमर्थमिति अग्रे गत्वा पश्येम. अत्र द्वयोः परिच्छेदे परिच्छेदयोः तत्पुरुषः इति किमपि विवरणं तस्य विवरणं न दत्तम् अस्ति खलु? न दत्तम् अग्रे हा, केवलं तत्पुरुषः इति तत्पुरुषसमा कर्मधारयः तत्पुरुषस्य प्रभेदः अपि च अपि च तादृश तादृशसमासः तादृशसमासः यः यस्य यः तत्पुरुषः अपि अस्ति अपि च यस्मिन् सामानाधिकरण्यमपि अस्ति तादृशः कर्मधारय इति उच्यते. अपि च तत्पुरुषसमासस्य कश्चन विशिष्ट अंशः अस्ति यत् तत्पुरुषसमासे कस्य पदस्य प्राधान्यम् उत्तरपदस्य. हा उत्तरपदस्य इति सर्वे जानन्ति खलु. अत्र कोऽपि प्रश्नः अस्ति चेत् स्थगयन्तु. यतोहि तत्पुरुषसमासे हा भगिनी उदाहरणं ददाति वा एकम्? अस्तु. उत्तमबालकः तत्र बालकः एव उत्तमः बालकः गच्छति अथवा उत्तमः बालकः अस्ति. तत्र कः अस्ति चेत् बालकः एव अस्ति. तस्मिन् औन्नत्यम् अस्ति. उन्नतः इत्युक्ते बालकः, परन्तु औन्नत्यं बालके अस्ति, बालकत्वं बालके अस्ति, परन्तु बालकः एव अस्ति. बालकः एव मुख्यपदं. कुत्र अन्वयः भवति, कः अस्ति इत्युक्ते बालकः अस्ति. हा क्रियया सह कस्य अन्वयः भवति इति. आम् आम् खलु. उन्नतबालकः अस्ति इति वदामश्चेत् उत्तरपदं बालकः इति उत्तरपदम् उन्नतपूर्वपदं. तर्हि क्रियया सह यस्य अन्वयः भवति तस्य प्राधान्यम्. अत्र बालकपदस्य प्राधान्यं. महोदयेन इतोपि एकम् उदाहरणं दत्तमासीत् लिखितपुस्तकः गच्छति इति. लिखितपुस्तकः इत्यस्य विग्रहवाक्यम् अस्ति पुस्तकं लिखितं येन सः लिखितपुस्तकः. तर्हि एषः पुरुषः यः पुस्तकं लिखितवान् सः लिखितः अपि नास्ति पुस्तकमपि नास्ति. अतः लिखितपुस्तकः इति बहुव्रीहिसमासः, अन्यपदप्राधान्यं भवति. परन्तु तत्पुरुषसमासस्य एकः विशिष्टः गुणः अस्ति उत्तरपदप्राधान्यम् इति कृत्वा कर्मधारयसमासः तत्पुरुषः इति. परन्तु कर्मधारयसमासे विशेषणपूर्वपद तदपि बहवः प्रकाराः सन्ति खलु. कर्मधारयसमासे अपि पूर्व उत्तरपदं प्राधान्यं वा? सत्यं सत्यं सत्यम्. इतोपि किञ्चित् चिन्तनं कुर्मः. हा उन्नतबालकः गच्छति इति अस्ति खलु. इदानीं प्रायः बहवः बालकाः सन्ति इति चिन्तयतु. तत्र उन्नतबालकाः गच्छन्ति. बालकस्य आधारेण तत्र जातं गच्छन्ति इति क्रियापदम्. क्रियया सह अन्वयः तु बालकाः इत्यस्य, तदर्थम् उत्तरपदप्राधान्यम् इति स्वीक्रियते. परन्तु लिखितपुस्तकः इति वदति चेत् तत्र अन्यपदप्राधान्यम्. कादम्बरी इति ग्रन्थः, तत्र कादम्बरी इति प्राधान्यं खलु. न, कादम्बरी इति ग्रन्थः इत्यस्मिन् समासपदं कृत्वा कादम्बरी ग्रन्थः इति अभवत्. तर्हि तस्य ग्रन्थस्य आधारेण क्रियापदस्य किं लिङ्गम् इति यत्किमपि. एकः ग्रन्थः प्रधानः भवति येन सह क्रियायाः अन्वयः भवति इति कृत्वा तादृश उत्तरपदप्राधान्यं तु अस्ति एव तत्पुरुषसमासे. तत्पुरुषसमासे अन्तर्भूतः कश्चन प्रभेदः अस्ति कर्मधारयः इति तु अस्ति. एतावत्पर्यन्तं भवती यत् पृष्टवती उभयोः परिच्छेदयोः तत्पुरुषस्य विश्लेषणं न कृतं, किन्तु तत्पुरुषः तदर्थमेव युज्यते अत्र इति तु सत्यं. किन्तु लक्ष्मीभगिन्या यदुक्तं विशेषणविशेष्यभावविषये पृथक्करणं, सः अंशः न स्पृष्टः एतावत्. अग्रे गत्वा भवति. तर्हि अग्रे सरेम. अस्तु, अग्रे पुष्पा भगिनी. एकनिमिष भगिनि. सम्यक् अस्ति वा? अस्तु, श्रूयते श्रूयते. तत्र तदेव तदेव यज्ञदत्तः आसने उपविष्टः तत्र आसननिष्ठ अधिकरणता निरूपित आदेयताश्रयः यज्ञदत्तः इति स्थितिः. अत्र आश्रयः यज्ञदत्तः इत्यनयोः पदयोः कर्मधारयसमासो समासः न भवति इत्युक्तम्. किन्तु अनयोः द्वयोः पदयोः समानाधिकरण्यम् इति तु अस्ति. तदाधारेण तत्पुरुषः समानाधिकरणं करणः कर्मधारयः इति सूत्रेण कर्मधारयसमासः भवेत् खलु. अत्र किं भवति, कर्मधारयसमासः भवति न वा? सामान्यतत्पुरुषसमासः भवति न वा, बहुव्रीहिसमासः भवति न वा इत्येतादृश प्रश्नः द्वितीयप्रश्नः. आदौ अनयोः पदयोः मध्ये समासः भवति वा इति प्रथमप्रश्नः. पदयोः मध्ये समासः भवति वा इति प्रथमप्रश्नः. तदानीं समासः भवति चेत् स च समासः कीदृशः इति द्वितीयप्रश्नः. द्वयोः पदयोः समासः भवति चेत् एव एषः कः समासः इति प्रश्नः उदेति. अस्तु, अत्र उग्नदत्तः आसने उपविष्टः. तत्र किम् उदति आसननिष्ठ तत् वाक्यं तत् पद पदसमूहसमुसा तत्तु अस्माकं मूलवाक्यमासीत्. आसननिष्ठ मूल तत्र मूल मूलवाक्यम् आसननिष्ठ अधिकरणता निरूपित आदेयताश्रयः यज्ञदत्तः इति वाक्यं रचनं करिष्यामः. अत्र आश्रयः यज्ञदत्तः इत्यनयोः पदयोः कर्मधारसमासः न भवति इति उक्तम्. तत्र अत्र आश्रयः अन्तिमपदः अस्ति. आश्रयः यज्ञदत्तः पदानि पदे पदं पदे पदे पदे समीचीनं पदे स्तः पदे पदे स्तः तत् ते कर्मधारयसमासः न भवति. तयोः कर्मधारयसमासः न भवति इति उक्तम्. किन्तु अनयोः द्वयोः पदयोः समानाधिकरणं करणीयम् इति तु अस्ति. तत्तु तदाधारेण तत्पुरुषः समानाधिकरणं कर्मधारयः तत् इति सूत्रेण कर्मधारयसमासः भवेत् खलु. भवेत् तत्र आसननिष्ठ अधिकरणता निरूपित आदेयताश्रयः आदेयतायाः आश्रयः यज्ञदत्तः. हा तद् समीचीनं, किन्तु आधेयतायाः आश्रयः इति षष्ठी तत्पुरुषः तद् कृत्वा एकपदं निर्मितम् आधेयताश्रयः इति खलु. इदानीं केवलम् आधेयताश्रयः यज्ञदत्तः अनयोः विश्लेषणमधुना. अस्तु, तर्हि अनयोः मध्ये विशेषणविशेष्यभावः वा अथवा उद्देश्यविधेयभावः वा? आसननिष्ठ अधिकरणता निरूपित अत्र विशेषणविशेष्य न चिन्तयतु. उन्नतः बालकः इत्यत्र बहवः बालकाः सन्ति. अस्तु, तस्मिन् बृहान् समूहात् एकस्य बालकस्य चयनम् अथवा उद्देश्य हा विशेष एकनिमिष पृथक्करणम् इति विशेषणविशेष्यभावः. परन्तु उद्देश्यविधेयभावस्थले तथा नास्ति. तर्हि चिन्तयतु, आधेयताश्रयः यज्ञदत्तः इत्यत्र कीदृशः भावः? तत्र विशेषणभावः तत् नास्ति खलु भगिनि? हा विशेषणविशेषभावः नास्ति खलु, यतोहि यज्ञदत्तः इति समूहः नास्ति, एकः एव पुरुषः, विशेषण नास्ति, उद्दिश्य हा उद्देश्यविधेयभावः अस्ति. अत्र किं भवति, कर्मधारयसमासः भवति न, अत्र बहुव्रीहि समासः वा न, अत्र अत्र एकनिमिषः, अत्र अस्तु उद्देश्यविधेयभावस्थले अपि सामानाधिकरण्यम् अस्ति. सामानाधिकरण्यम् इत्युक्ते समानविभक्तिकत्वम् एकार्थबोधकत्वम् अस्तु, तत्रापि सामानाधिकरण्यमस्ति उद्देश्यविधेयभावस्थले अपि, यथा विशेषणविशेषभावस्थले आसीत् तथा. परन्तु परन्तु समासः न सम्भवति. तत्पुरुषसमानाधिकरणकर्मधारय, तस्य निमित्तं किं? सामानाधिकरण्यं. निमित्तम् इत्युक्ते तत्र कण्डीशन्, सामानाधिकरण्यं. तादृशं सामानाधिकरण्यम् अत्रापि अस्ति उद्देश्यविधेयभावस्थले. परन्तु कर्मधारयः भवेत् खलु, तथा किमर्थं न भवति इति प्रश्नः. उत्तरत्वेन अग्रिमपरिच्छेदः अस्ति, तत् पठतु. अत्र किं भवति, कर्मधारयसमासः भवति न वा, सामान्यतत्पुरुषसमासः भवति न वा, बहुव्रीहिसमासः भवति न वा इति इत्यादि न इत्येतादृश प्रश्नः द्वितीयप्रश्नः. आदौ अनयोः पदयोः मध्ये समासः भवति वा इति प्रथमप्रश्नः. तदानीं समासः भवति चेत् स च समासः कीदृशः इति द्वितीयप्रश्नः. ते सर्वे प्रश्नात् उत्तरं ददति अत्र. द्वयोः पदयोः समासः भवति चेत् एव एषः कः समासः इति प्रश्नः उदेति. समीचीनम् इति वार्ता अस्ति. आरम्भे एव उद्देश्यविधेयभावस्थले अपि कर्मधारयः भवति वा इत्यस्य चिन्तनस्य पूर्वं, चिन्तनात् प्राक् प्रथमम् अनयोः समासः भवति वा इति चिन्तनीयम्. समासः भवति चेत् समासः भवति वा इति प्रथमः प्रश्नः. तदा भवति चेत् द्वितीयः प्रश्नः, कीदृशः समासः इति चिन्तनं करणीयमस्ति. तर्हि अग्रे सरेम, जयन्ती भगिनी. तर्हि आदौ एतयोः पदयोः समासः भवति न, तदेव खलु? तर्हि आदौ एतयोः पदयोः समासः भवति न वा इति द्रष्टव्यम्. भवति चेत् सः तत्पुरुषसमासो वा अन्यविधो वा, नाम स च समासः कीदृशः इति प्रश्नः. अधुना कर्मधारयसमासः तत्पुरुषस्य कश्चन प्रभेदः. तत् कथं स्वीकृतम् इति चेत्, यः कोऽपि समासः उत्तरपदार्थप्रधानः सः तत्पुरुषस्य कश्चन प्रभेदः एव. कर्मधारयसमासः उत्तरपदार्थप्रधानः, अतः तत्पुरुषे अन्तर्भूतः. उद्देश्यविधेयभावः यत्र अस्ति तत्र समासः एव न भवति. किमर्थम् इति चेत्, उद्देश्यविधेयभावापन्नयोः पदयोः समासविधायकसूत्रमेव नास्ति. अतः सामानाधिकरण्यम् अस्ति चेदपि समासः एव न भवति. तदर्थं च कर्मधारयसमासे परिगणना नास्ति. इदानीं व्याकरणरीत्या कथं वयं अस्माभिः अवगम्यते यत् आदेत आशयज्ञदत्तः अस्मिन् खण्डे, अस्मिन् अयं खण्डः कर्मधारयसम किम् उद्देश्यविधेयभावः एव प्रदर्शयति इति वयं कथं जानीमः इति चेत्, व्याकरणरीत्या प्रथमप्रश्नः अस्ति अत्र समासः विद्यते वा न इति. आदेत आश्रयः यज्ञदत्तः, अत्र समासः एव न भवति. समासः अस्ति चेत् अग्रे गत्वा कीदृशसमासः विद्यते, कर्मधारयः वा अन्यत् किमपि वा इति प्रश्नं परिशीलयामः. परन्तु अत्र समासः एव नास्ति. अस्माकं समाससूत्रम् अस्ति तत्पुरुषसमानाधिकरणः कर्मधारयः इति. परन्तु एतत् सूत्रं केवलं यत्र समासः वर्तते तत्रैव वयं किम् अप्लै कर्तुं सत्यं कार्यं प्रवर्तयामः सूत्रस्य. परन्तु अत्र तु समासः नास्ति. यद्यपि समानाधिकरण्यं प्रदर्श्यते तथापि समासः एव नास्ति इति कृत्वा अत्र कर्मधारयसमासस्य विषये एव नास्ति वा विशेषणविशेषभावः एव नास्ति इति प्रतीयते इति अपि वक्तुं शक्नो. यद्यपि कर्मधारयस्य निमित्तं किम् अस्ति, सामानादिकरण्यम्. वस्तुतः तस्मिन् सूत्रे विशेषणविशेषभावस्य स्थले किमपि न उक्तम्. केवलम् एवम् उक्तं सूत्रे यत् तत्पुरुषः समानाधिकरणकर्मधारयः इति. परन्तु विशेषभावस्य अंश अस्ति तत्र समानाधिकरण्यं भवेत् इति सत्यम्. इति तु सत्यं. परन्तु इदमपि दृष्टं यत् उद्देशविधेयभावस्थले यत्र विशेषणविशेषभावस्य अंशः नास्ति तत्रापि समानाधिकरण्यम् अस्ति किल इति. तदर्थम् एव प्रश्नः, कीदृशप्रश्नः उदेति अत्र. प्रथमं तु समासः भवति वा न, तदनन्तरमेव कर्मधारयः वा अन्य किमपि समासः अस्ति वा इति प्रश्नः. हा समीचीनम् इति अस्ति. तर्हि केन आधारेण, कं विषयम् आधारीकृत्य प्रथमतया समासः कुर्वन्ति इति प्रश्नः. अस्य प्रश्नस्य उत्तरम् अन्तिमभागे अस्ति. अत्र अन्यविषयः अपि अस्ति, तत्पुरुषस्य भेदः प्रभेदः अस्ति कर्मधारयसमासः. उत्तरपदस्य प्राधान्यम् अस्ति तस्य. इत्युक्ते यथा पूर्वमेव उक्तं सावित्री भगिन्या, उत्तमः बालकः गच्छति इत्युक्ते क्रिया सह अन्वये अस्ति बालकपदस्य बालकपदं पदेन सह. आम्, बालकपदेन सह. इत्युक्ते उत्तरपदप्राधान्यम् अस्ति तस्मिन् बालके. वस्तुतः कर्मधारयस्थले उत्तरपदप्राधान्यं स्पष्टतया न प्रतिभाति, किन्तु अन्यत् किमपि स्वीकुर्मश्चेत् रामपुत्रः इति अथवा दशरथपुत्रः इति, तत्र विग्रहवाक्यं किं भवति भगिनि? दशरथस्य पुत्रः इति. परन्तु तत्र उत्तरपदस्य प्राधान्यमेव खलु. हा हा, तादृशसमासः तत्पुरुषः. परन्तु भगिनि, पुरुषोत्तमः अपि सप्तमी तत्पुरुषः खलु? सत्यं. परन्तु पुरुषः इति उत्तरपदं. सत्यं. न, पुरुषः इति पूर्वपदं. पुरुषेषु उत्तमः पूर्वपदं, तस्य प्राधान्यं खलु? न, उत्तमः इत्यस्य प्राधान्यम्. ओ एवम्, अस्तु. बहुषु पुरुषेषु एकः उत्तमः, तस्य विषये अधुना वदामः. पुरुषोत्तमः आगच्छति, पुरुषोत्तमः गच्छति, तादृशम्. अस्तु. तत्पुरुषसमासं मम दृष्ट्या तु तत्पुरुषसमासस्य अवगमनाय षष्ठी तत्पुरुषसमासः एव उचितः इति. यतोहि दशरथपुत्रः इति वदामश्चेत् दशरथ रामस्य विषये वदामः खलु, तर्हि दशरथस्य किमपि प्राधान्यं नास्ति रामस्य विषये, अतः पुत्रः तस्य प्राधान्यम्. अपि तु नरव्याघ्रः इति पूर्वं दृष्टवन्तः. व्याघ्रः एव नरः, तत्र किं प्राधान्यं? नरः व्याघ्रः इव खलु तत्र. तत्र कर्मधारयसमासः हा कर्मधारयसमासः हा परन्तु कर्मधारये तु तत्पुरुषस्य प्रभेदः हा इति तु उच्यते हा अवगच्छामि तर्हि नरः इत्यस्य प्राधान्यम् अस्ति खलु इति भवत्याः चिन्तनं किल तदेव तस्य विषये चिन्तनीयं नरः व्याघ्रः इव मेघश्यामः इत्युक्ते मेघः इव श्यामः परन्तु कर्मधारयस्थले एकार्थबोधकत्वम् अस्ति इत्यतः प्रायः उत्तरपदं वा पूर्वपदम् उभयोः साम्यम् अस्ति न वा इति परिशीलनीयं किञ्चित् अस्तु परन्तु उत्तरपदस्य प्राधान्यम् अस्ति इति यथा भवत्या उक्तं केचन सन्दर्भेषु बहु स्पष्टतया एव प्राधान्यं कुत्र अस्ति इति वक्तुं शक्नुमः अतः तत्पुरुषः इति परन्तु वस्तुतः सर्वेषु तत्पुरुषेषु तथा अस्ति प्रथमतत्पुरुष द्वितीयतत्पुरुष सर्वेषु तथा अस्ति उदाहरणत्वेन द्वितीयतत्पुरुष कूपं पतितः कूपपतितः इति तत्र तु उत्तरपदस्य प्राधान्यं कूपपतितः आगच्छति इति कूपं यः कूपे यः पतितः सः कूपपतितः कूपं पतितः इति भवति तत्रापि उत्तरपदं षष्टितत्पुरुषे अपि उत्तरपदप्राधान्यं ये प्रथमतत्पुरुषात् आरभ्य सप्तमी तत्पुरुषपर्यन्तं सर्वत्र स्पष्टतया दृश्यते कर्मधारयस्तरे किञ्चित् कथञ्चित् क्लेशः भवति अस्तु तर्हि अत्र सूत्रस्य कार्यमेव नास्ति अतः एव परिशीलनीयं भवति यत् समासः अस्ति वा न इति सत्यं समीचीनं नाम उद्देशविधेयभावस्थले सामानादिकरण्यं सत्यपि कर्मधारयः न भवति इति वार्ता क्षम्यतां समासः एव न भवति इति वार्ता विशेषणविशेष्यभावस्य अभावात् समासः एव न भवति इति कृत्वा कर्मधारयः भवति न वा इति परिशीलनीयं तर्हि आरम्भे तु प्रथमतया समासः भवति न वा न भवति चेत् किमर्थम् इति पश्येम अत्र अस्तु समीचीनमस्ति रामप्रिया भगिनि आं भगिनि प्रथमम् एकः प्रश्नः अस्ति समासविधायकसूत्र सूत्रं नास्ति इति कारणात् एव उद्देशविधेयभावः समासः न भवति वा सत्यं सत्यं भगिनि यद् एतावत्पर्यन्तं यद् दृष्टम् अस्माभिः एतत् सूत्रं तत्पुरुषसमानादिकरणकर्मधारयः तु कर्मधारयविधायकसूत्रमस्ति एकं सामान्यं सूत्रं स्यात् येन समासः विहितः भवतु तदा एव एतत् कार्यं करोति खलु कर्मधारे तादृशम् अस्ति न वा इति परिशीलयिष्यामः सूत्रे न अस्ति इति कारणतः तद् न समासः न भवति इति अवगच्छामः किल सत्यं हा विशेषणविशेष्यभावभिन्नस्थले नाम उद्देशविधेयभावस्थले तादृशसमासविधायकं सूत्रं नास्ति इति वार्ता सुन्दरः बालकः आश्रयः यज्ञदत्तः इति अनयोः द्वयोः अपि समानाधिकरण्यम् अस्ति चेत् शास्त्रीयरीत्या भेदः कः शास्त्रीयरीत्या किमर्थम् आश्रयः यज्ञदत्तः इति द्वाभ्यां पदाभ्यां न समस्यते सुन्दरः बालकः इति स्थितौ विशेषणविशेष्यभावो वर्तते विशेषणविशेष्यभावे विशेषणत्वेन यस्य पदस्य प्रयोगं कुर्मः तत् अन्येभ्यः पदार्थेभ्यः विशेष्यमाणं पदार्थं व्यवर्तयति सुन्दरः बालकः इति स्थले बालकाः बहवः सन्ति तत्र विशेषणत्वेन प्रयुक्तशब्दः सुन्दरः तं सुन्दरं बालकम् अन्येभ्यः बालकेभ्यः व्यवर्तयति नाम नाम पृथक् करोति विशेषणस्य कार्यं तदेव उद्देश्यविधेयभावस्थले व्यावर्तनं न विवक्षितम् बालकः सुन्दरः इति स्थितौ बालकः इति कथनेन कस्य विषये वक्ता वदति इति पूर्वमेव ज्ञायते. तस्मिन् विद्यमाने बालके कोऽपि धर्मः अत्र सौन्दर्यम् आरोपयते. अतः तत्र बालकः उद्देश्यः सौन्दर्यं विधेयम्. आम् अत्र यदा सुन्दरः बालकः आश्रयः यन्यदत्तः द्वयोः स्थलयोः अपि समानाधिकरण्यम् अस्ति. यदा एकार्थबोधकत्वं समानविभक्तिकत्वम् अस्ति, परन्तु भेदः शास्त्रीयरीत्या भेदः कः द्वयोः मध्ये इति परिशीलनीयम्. इदानीं आश्रयः यञ्ज्ञदत्तः किमर्थं समासं न भवति द्वाभ्यां पदाभ्याम् इति प्रश्नः. सुन्दरः बालकः इति स्थितौ विशेषणविशेष्यभावः अस्ति, समानाधिकरण्यम् अस्ति, विशेषणविशेष्यभावः अस्ति. विशेषणविशेष्यभावे विशेषणत्वेन यस्य पदस्य प्रयोगं कुर्मः तत् अन्येभ्यः पदार्थेभ्यः विशेष्यमाणं पदार्थं व्यावर्तयति. किमित्युक्ते यदा सुन्दरः बालकः इति उदाहरणे विशेषणत्वेन यस्य पदं पदस्य प्रयोगं कुर्मः, सुन्दरः इति पदस्य प्रयोगं कुर्मः चेत् तद् अन्येभ्यः पदार्थेभ्यः विशेष्यमाणं पदार्थं पृथक् करोति. बालकसमूहात् एकः बालकः सुन्दरः बालकः पृथक् करोति इति तत्र विशेषणविशेष्यभावस्थले तद् प्रथमं सुन्दरः बालकः इति स्थले बालकः तदेव तत्र विशेषणत्वेन प्रयुक्तशब्दः सुन्दरः तं सुन्दरं बालकम् अन्येभ्यः बालकेभ्यः पृथक् करोति. आम् सुन्दरः इति शब्दः पृथक् करोति विशेषणत्वेन अन्येभ्यः बालकेभ्यः. विशेषणस्य कार्यम् एतदेव पृथक्करणम् इति. उद्देश्यविधेयभावस्थले किम् भवति चेत् तत्र पृथक्करणम् इति किमपि विवक्षा नास्ति. बालकः सुन्दरः इति वयं वदामः चेत् तत्र किमपि समूहः इति नास्ति. एकं बालकम् उद्दिश्य एव एकः बालकः उद्दिश्य एव तद् वार्ता. एकं बालकमुद्दिश्य एव तद्वार्ता अस्ति. अतः तत्र कोऽपि धर्मः विद्यमाने बालके कोऽपि धर्मः अस्ति यदा अत्र सौन्दर्यम् इति तद् आरोपयति. अतः एव तत्र बालकः उद्देश्यः सौन्दर्यम् इति विधेयम्. हा समीचीनमस्ति इति तु. हा विवक्षितम् अर्थं किं विवक्षितम् इति वा? हा यद् या विवक्षा या आसीत् विवक्षा विवक्षा हा कोऽपि वदति रामप्रिया भगिनी वक्तुं वक्तुम् इच्छा विवक्षा वक्तुम् इच्छा बुभुक्षा अपि तथा भोक्तुमिच्छा बुभुक्षा पिपासा अपि पातुमिच्छा सनन्तप्रत्ययः युज्यते. अस्तु अस्तु इति सामान्यभेदः विशेषणविशेषभावः उद्देशविधेयभावयोः मध्ये इति आसीत्. तर्हि तात्पर्यम् एवं यत् उद्देशविधेयभावस्थले विशेषणविशेषभावस्य अंशः एव नास्ति. यद्यपि समानाधिकरण्यम् अस्ति तथापि विशेषणविशेषभावस्य अंशः नास्ति इति तात्पर्यम्. अस्तु इतः अग्रे सरेम सुनीलमहोदय. तर्हि विशेषणविशेष्यभाव उद्देशविधेयभावयोः भेदः कः इति चेत् सुन्दरः बालकः इति यदा कथ्यते इदानीं तदानीं बालकस्य परिचयः सौन्दर्यगुणेन एव भवति. आदौ श्रोता सौन्दर्यं जानाति, अनन्तरं तादृशसौन्दर्यविशिष्टः मनुष्यः इति अस्ति इति एतद्द्वारा सौन्दर्यद्वारा श्रोता इदानीं तं बालकं जानाति विशेषणविशेष्यभावस्थले. अयं बालकः सुन्दरः इति कथ्यते चेत् कस्य विषये वार्ता प्रवर्तमाना इति पूर्वमेव निश्चितं. बालकस्य परिचयः श्रोतुः मनसि पूर्वमेव जातः। तदा तस्य बालकस्य विषये कश्चन धर्मः उच्यते। अत्र सौन्दर्यं तत्तु अतिरिक्तं ज्ञानम् इत्युक्ते सौन्दर्यगुणस्य कथनेन श्रोता बालकस्य परिचयं न प्राप्नोति। तदर्थम् उच्यते यत् इदं सौन्दर्यज्ञानम् अतिरिक्तम्। इदानीं पुनः विशेषणविशेष्यभाव उद्देश्य विधेयभावयोः मध्ये कः भेदः इति पुनः वदति। अत्र सुन्दरः बालकः इति वाक्यं स्वीकुर्मः, तत्र बालकस्य परिचयः अथवा बालकस्य विवरणं सौन्दर्यगुणेन भवति इति। अत्र प्रथमं सौन्दर्यस्य ज्ञानं भवति, अनन्तरं तादृश गुणस्य गुणः मनुष्ये अस्ति इति उक्त्वा अथवा सौन्दर्य विशेषणद्वारा बालकस्य विवरणं ददाति। तत्र अस्ति विशेषणविशेष्य भावः इति। परन्तु अत्र अयं बालकः सुन्दरः इति वदामः चेत् तत्र तत्र कस्य विषये वार्ता प्रवर्तमाना इति पूर्वमेव निश्चितं, बालकस्य परिचयः श्रोतुः मनसि पूर्वमेव जातः। अत्र बालकस्य परिचयं सुन्दरस्य अथवा सौन्दर्येण सौन्दर्यविशेषेण न भवति इति, इत्युक्ते तत्र बालकस्य परिचयं प्रथमं भवति, अनन्तरं तत्र सौन्दर्यं तत्र आरोपयति, बालके आरोपयति। अतः बालकस्य ज्ञानमेव तत्र पूर्वं जातमिति, सौन्दर्यगुणं तस्मिन् आरोपयति इति अनन्तरं भवति इति एव तत्र अस्ति। तादृशस्थितिः इत्युक्ते किं, कः भावः? उद्देश्य विधेयभावः। बहु समीचीनमस्ति महोदय। तर्हि आदौ विशेषणविशेषभावस्थले तु गुणस्य अथवा बालकस्य परिचयं सौन्दर्यगुणेन भवति इति। समीचीनम्। उद्देश्यविधेयभावस्थले तत्र बालकस्य परिचयं तदेव पूर्वं भवति, अनन्तरं सौन्दर्यम् आरोपयति इति। आरोप्यते इति, समीचीनमस्ति। तर्हि विशेषण यथा महोदयेन उक्तं, विशेषणविशेषभावस्थले बालकस्य ज्ञानमेव नास्ति कस्यचित् मनसि, केवलं सौन्दर्याख्यं गुणं जानाति। तं गुणम् आधारीकृत्य अस्तु, बहुषु बालकेषु एकः सुन्दरः बालकः इति एकः बालकः पृथक् कृतः भवति। विपरीतत्वेन भवति उद्देश्यविधेयभावस्थले, मनुष्यं प्रथमतया अभिज्ञाय तस्मिन् कश्चन धर्मस्य स्थापनं, तदर्थमेव उक्तं सौन्दर्यम् इति अतिरिक्तं ज्ञानं भवति। विशेषणविशेषभावस्थले सौन्दर्यज्ञानं प्रथमं, परन्तु अत्र बालकस्य ज्ञानं प्रथमम् उद्देश्यविधेयभावस्थले। बालकस्य ज्ञानं प्रथमं भूत्वा सौन्दर्यम् इति अतिरिक्तं ज्ञानं तस्मिन् बालके आरोपयति। यदा तद् अतिरिक्तं ज्ञानं भवति तदा तस्मिन् बालके अस्तु एषः गुणः अस्ति सौन्दर्यं नामकः इति ज्ञानम् उदेति इति वार्ता अस्ति। कोऽपि प्रश्नः अत्र? भिन्नः प्रश्नः अस्ति, प्रायः अग्रे आगमिष्यति, परन्तु अत्र नीलः आकाशः इति वदामः चेत् अत्र आकाशः इति एकः एव किल? समीचीनप्रश्नः, सत्यं। नीलः आकाशः इति खलु, एवमपि वक्तुं शक्नुमः यत् न्यायदृष्ट्या आकाशः एकः एव, शब्दगुणकम् आकाशम् इति कृत्वा आकाशः किमस्ति, विभूपदार्थः यथा कालः दिग् एकः एव इति तु सत्यं किल। परन्तु उपाधिभेदेन आकाशः भिद्यते इति अपि दृष्टम् अस्माभिः. तर्हि प्रायः तेन आधारेण अस्तु, अत्र यदा सूर्यकिरणः भवति आकाशे मेघाः न सन्ति चेत् नीलः आकाशः, अपरत्र श्यामः आकाशः, उपाधिभेदेन, दिगुपाधिभेदेन. प्रकोष्ठगत आकाशः एकः, प्रकोष्ठात् बहिः एकः आकाशः अस्ति, सः भिन्नः इति वदामः खलु. प्रकोष्ठः इति उपाधिः भवति आकाशस्य. इति कालस्य विषये अपि अस्ति. कालः इति यद्यपि एकः एव, तदपि तथापि उपाधिभेदेन कालः भिद्यते. सूर्यास्तः इति एकः कालः, सूर्योदयः इति एकः कालः. तर्हि तद्दृष्ट्या भवतः प्रश्नः यद् आसीत्, यः आसीत् नीलः आकाशः इति युक्तं न वा इति, तदा पश्यामश्चेत् उपाधिभेदेन आकाशः भिद्यते इति कृत्वा बहवः आकाशाः सन्ति इति, समूहः अस्ति इति निर्मीय, समूहं निर्मीय तस्मात् समूहात् नील आकाशः यः एकस्मिन् प्रदेशे अस्ति सः वक्तुं शक्यते. तत्रापि विशेषणविशेषे भावः भवति. सत्यम्. अत्र नीलाकाश नास्ति. हा, अन्ततो गत्वा नीलाकाशः इति भवति भगिनि, यतोहि समासः एव नीलः, नीलः आकाश, नीलः आकाशः समासे कृते विसर्गः गच्छति, नील आकाशः नीलाकाशः इति. अन्य कोऽपि प्रश्नः? कर्मधारे समासः भवति नील आकाश. सत्यं भगिनि, कर्मधारे इति अस्ति. अस्तु अग्रे सरला भगिनि, भवती एव. अस्तु. विशेषणविशेषभाव उद्देशविधेयभावयोः द्वयोरपि स्थले समानाधिकरण्यं. सुन्दरः बालकः इति स्थले सौन्दर्यम् अपि बालकत्वमपि बालकपदार्थे भवतः. बालकः सुन्दरः इति स्थले अपि सौन्दर्यमपि बालकत्वमपि बालकपदार्थे भवतः. किन्तु यत्र समानाधिकरण्यम् अस्ति तत्र समासो भवति इति नियमेन न उक्तम्. यावत्सु पदयुगलेषु मध्ये तत्पुरुषसमासविहित तेषु युगलेषु समानाधिकरणीयं यत्र दृश्यते सः कर्मधारय इति. अत्र पुनः समानाधिकरणविषये अत्र दत्तमस्ति. विशेषणविशेषभावस्थले उद्देशविदेशभाव द्वयो मध्ये समानाधिकरणम् अस्ति. समानाधिकरणम् इत्युक्ते एकपदार्थकत्वम् अपि समानविभक्तित्वं सुन्दरबालकत्वम् एकार्थबोधकत्वम् अपि समानविभक्तित्वं. सुन्दरबालक इति स्थले सौन्दर्यं बालकत्वं द्वयोः एक बालकपदार्थे सूचयति. बालकसुन्दर तत्र अपि सौन्दर्यं बालकत्वं बालकपदार्थे सूचयति. सुन्दरबालक तत्र विशेषविशेषणभाव समान अधिकरणम् अस्ति एकबोधपदार्थकत्वं तत्र बालकेषु समूहात् एक सुन्दर विषये क्रियते. अत्र बालकसुन्दर बालकः विशिष्टः अस्ति, तस्मिन् सौन्दर्यं विधीयते. द्वयोः मध्ये समानाधिकरणम् अस्ति किन्तु समासो भवति, समास केवलं विशेषविशेषभाव भवति. भगिनी यावत्सु युगलपदेषु मध्ये तत्पुरुषसमासवेत एतत् अहं न अवगच्छामि. युगलम् इति जानाति खलु? द्वयो पेर् वा ट्विन्स् इति अपि युगलम् इति उच्यते. तर्हि यावत्सु युगलेषु मध्ये तत्पुरुषः विहितः, नाम या पदयुगलं पदद्वयं स्वीकृत्य यत्र यत्र तत्पुरुषसमासः विहितः भवति तेषु युगलेषु सामानाधिकरण्यं यत्र दृश्यते सः कर्मधारयः. नाम अत्र सौन्दर्यं बालकत्वं युगलपदे अस्ति. सत्यं युगलं युगलम् इत्युक्ते टु दट्स् आल् द्वयं द्वयम् इति अपेर् इति तावदेव. तत्पुरुषसमासः यत्र भवति तत्र पदयुगलं भवति एव खलु, तत्पुरुषः इति न, यः कोऽपि समासः भवतु बहुव्रीः वा यः कोऽपि, नीलकण्ठः इति बहुव्रीः समासः भवति तत्रापि पदयुगलं, यत्र कुत्रापि तादृशसमासः भवति चेत् पदयुगलं, तथा एव तत्पुरुषसमासे अपि पदयुगलम् अस्ति यथा वयं चर्चितवन्तः रामस्य पुत्रः रामपुत्रः तथा पदयुगलं रामः रामस्य अपि च पुत्र. तर्हि यत्र यत्र तत्पुरुषसमासः भवति तेषु यत्र सामानादिकरण्यम् अस्ति तत्र कर्मधारयः. प्रथमं तत्पुरुषसमासः विहितः स्यात् तदनन्तरं समानादिकरणं सूत्रम् अस्ति तत्पुरुषसमानाधिकरणकर्मधारय. सत्यम् इति अस्ति. अस्तु अग्रे लक्ष्मी भगिनी भवत्याः प्रश्नस्य उत्तरम् अत्र प्राप्यते. विधेयभाव आपन्नयोः पदयोः मध्ये समासः एव न विहितः, अतः सामानाधिकरण्यम् अस्ति चेदपि कर्मधारयः न भवति. सुन्दरः बालकः इति स्थितौ समासः विहितो भवति विशेषणं विशेष्येण बहुलम् इति सूत्रेण. विशेषणं विशेष्येण बहुलम् इत्यनेन विशेषणविशेष्यभाव आपन्नयोः मध्ये समासः विहितः. सुन्दरः बालकः इत्यत्र समासविधायकसूत्रमस्ति, बालकः सुन्दरः इत्यत्र केनापि सूत्रेण समासः न विहितः, तस्मात् अत्र समासः एव न भवति. अस्तु, उद्देश्यविधेयभावन्न भाव आपन्नयोः पदयोः. आपन्नयोः इत्युक्ते अहं चिन्तयामि समीपे अथवा आपन्नयोः इत्युक्ते प्राप्तयोः इति चिन्तयितुं शक्नोति. ओ प्राप्तयोः, अस्तु. ओ यत्र पदद्वयोः मध्ये उद्देश्यविधेयभावः प्राप्तः तत्र समासः न विहितः, समासः न भवति सामानाधिकरण्यं चेदपि तत्र कर्मधारसमासः न भवति. किन्तु किन्तु यदि विशेषणविशेष्यभावः अस्ति द्वयोः पदयोः मध्ये तत्र विशेषणं विशेष्येण बहुलमिति सूत्रेण समासः भवति. सुन्दरः बालकः इत्यत्र समासविधायकसूत्रमस्ति, किन्तु बालकः सुन्दरः इत्यत्र केनापि सूत्रेण समासः न विहितः. अत्र अस्मिन् परिच्छेदे कर्मधारय केवलं सामानाधिकरण्यं न, किन्तु विशेषणविशेषेण बहुलं तदपि कार्यं करोति इति उक्तम्. विशेषणं विशेषेण बहुलम् इति सामान्यसूत्रमस्ति येन आरम्भे समासः विधीयते. नाम समानविभक्तिकत्वं प्राप्तयोः द्वयोः पदयोः मध्ये विशेषणविशेष्यभावः अस्ति चेत् तदा विशेषणं विशेष्येण बहुलम् इति समासः भवति. अस्तु, बहुलमित्युक्ते तत्र बाहुल्यम् इत्युक्ते बहुलम् इत्युक्ते अबण्डेण्ट् इति चिन्तयितुं शक्नोति. बहु बहु अस्ति. अत्र एक प्रश्नमस्ति, नीलकण्ठः तत्र तस्य कण्ठः नीलः नीलः कण्ठः यस्य सः नीलकण्ठः यस्य सः नीलः कण्ठः यस्य सः नीलकण्ठः इत्युक्ते शिवः इति. अस्तु अस्तु. अथवा मयूरः यस्य सः नीलकण्ठः. अस्तु इति बहुव्रीहिसमासः. अस्तु लक्ष्मी भगिनी, तर्हि सारांशः कः अत्र? भगिनि एकनिमिषं, बहुलम् इत्युक्ते किं? बहुलम् इत्युक्ते अबण्डेण्ट् एक्स्टेन्सिव् तादृशार्थाः. तत्र समूहः इति भावः आगच्छति किं? विशेष्यः अनेकाः विशेष्याः सन्ति तयोः विशेषणम् इत्युक्ते एवम् एवं चिन्तयितुं एवं चिन्तयितुं शक्यते यद् एकः विशेष्यमस्ति सः विशेषेण बहुलमस्ति इत्युक्ते विशेषेण ग्रस्तमस्ति इति कथञ्चित् तथा. नाम यः कोऽपि विशेषेण विशेषणम् इत्युक्ते सुन्दरत्वम् अथवा उन्नतत्वं तादृशबहुलम् अस्ति बालकः इत्युक्ते सः सुन्दरः बालकः इति. इति अग्रे अग्रिमपरिच्छेदे एतत् सर्वम् आगच्छति इति भाति. अस्तु. सो संक्षेपेण उद्देश्यविधेयभाव पदयोः मध्ये सूत्रं किमपि नास्ति, समासविधायकसूत्रं नास्ति, यद्यपि सामानादिकरण्यं, किन्तु यत्र विशेषणविशेष्यभावः अस्ति तत्र विशेषणविशेष्येण बाबुहूरमिति सूत्रेण समासः भवति, कर्मधारयसमासः भवति तत्र. हा न न न, कर्मधारयसमासः इति न उक्तः. ओ सामान्यसमासः सामान्यसमासः अत्र उक्तः अस्ति, विशेषणं विशेषेण बहुलम् इति आरम्भे तादृशसमासः. अनेन सूत्रेण समासः केवलं तत्र भवति यत्र विशेषणविशेष्यभावः अस्ति, सुन्दरः बालकः इति. प्रथमं समासः विधीयते चेत् तदनुगुणम् अनन्तरं कीदृशसमासः इति प्रश्नः आगच्छति. यतोहि एतत् वदतु. सामानादिकरण्यम् अपि अस्ति, विशेषणविशेषभावः अपि अस्ति चेत् कर्मधारय एव अन्यः कोऽपि समासः तत्र विशेषणविशेष्य सत्यं. परन्तु आरम्भे विशेषणविशेष्यभावः भवतु इति कृत्वा समासः विहितः. कः समासः इति न उक्तम्. तदाधारीकृत्य समासः भवति इति आधारीकृत्य तदनन्तरं कीदृशसमासः इत्यस्य वदनं भवति समानादिकरणः कर्मधारयः इत्यनेन. हा तथा किञ्चित् अस्ति इति भाति. अग्रे अग्रिमपरिच्छेदेषु तस्य विवरणं दीयते. अस्तु तर्हि तर्हि वार्ता अस्ति यत् सुन्दरः बालकः अनयोः मध्ये विशेषणविशेष्यभावः अस्ति, विशेषणविशेष्यभावः अस्ति इत्यस्मात् विशेषेण विशेषणं विशेषेण बहुलम् इत्यनेन सूत्रेण तयोः मध्ये नाम विशेषणविशेष्यभावापनयोः मध्ये समासः विहितः भवति. परन्तु बालकः सुन्दरः इत्यत्र विशेषणविशेष्यभावः एव नास्ति खलु, अतः अनेन सूत्रेण विशेषणं विशेषेण बहुलम् इत्यनेन सूत्रेण समासः न भवति, अपि च केनापि सूत्रेण समासः न भवति. तर्हि समासः एव न भवति चेत् कीदृशसमासः इति प्रश्नः न उदेति, अतः कर्मधारयः अपि न भवति इति. अत्र कोऽपि प्रश्नः? जयन्ति भगिनी किमपि चिन्तनम् आसीत् वा भवत्याः? न, सामान्यव्यवहारे तु वृक्षः उन्नतः वा बालकः सुन्दरः इति वदनेन तत्र प्रायः विशेषणविशेषभावः दृश्यते खलु सामान्यव्यवहारे. परन्तु व्याकरणरीत्या वृक्षः उन्नतः वा बालकः सुन्दरः इति वदनेन तत्र प्रथम अस्माकं प्रथमप्रश्नः प्रश्नस्य उत्तरमेव न प्राप्यते, समासः अस्ति वा न इति. तदनन्तरमेव कर्मधारयः वा तर्हि समा प्रथमप्रश्नः अस्ति उद्देशविधेयभावः वा अथवा विशेषणविशेषभावः वा इति, विवक्षा का इति. यदि बालकः सुन्दरः इति वदति चेत् प्रायः बालकं दृष्ट्वा वदति खलु, एकं विशिष्टबालकम् उद्दिश्य सः सुन्दरः इति वदति. तादृश्यां विवक्षायां तु उद्देशविधेयभावः विशेषणविशेषभावः नास्ति इति कृत्वा समासः एव न विहितः, केनापि सूत्रेण समासः न भवति. समासः नास्ति चेत् कर्मधारयः अपि नास्ति उद्देशविधेयभावस्थले इति अस्ति. अस्तु भगिनि. अस्तु, अस्य विषये इतोपि चर्चा, चिन्तनं, सूत्राणां विश्लेषणं सर्वम् अग्रिमसप्ताहे भविष्यति इति चिन्तयामि. तर्हि इतोपि स्पष्टता स्यात् तदा. अस्तु, तर्हि प्रश्नाः न सन्ति चेत् विरमामः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.